नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति भुवादिगणः इति विषयः अनुवर्तते. तत्र इदानीं विशेषधातवः इति विषयः प्रवर्तमानः अस्ति. तत्र तादृशधातवः यत्र विकरणप्रत्ययद्वयं सम्भवति, इत्युक्ते एते धातवः इत्युक्ते तत्तद्गणे यदि धातुः तत्र धातुपाठे उल्लेखितः अस्ति चेत् तर्हि तस्मिन् गणे यः विकरणप्रत्ययः अस्ति तस्य विधानं सामान्यतया भवति, एतावत् भवति, तत्र क्लेशः नास्ति. परन्तु तादृशधातूनां तत्र विकल्पेन अन्यत् रूपमपि इष्टं चेत् तदानीं विशिष्टसूत्रेण विकरणप्रत्ययस्य विधानं भवति. तर्हि तत्र तादृशधातवः के इति चेत् तत्र अस्माभिः तत्र स्वादिगणे अक्षधातुः इति दृष्टम्. अक्षु व्याप्नोति इति धातोः अक्षोऽन्यतरस्याम् इति सूत्रेण अक्षधातुः भुवादिगणे अस्ति इति कृत्वा शप्रत्ययस्य विधानं भवति. परन्तु पक्षे श्नु इति प्रत्ययस्यापि विधानं भवति विकल्पेन अक्षोऽन्यतरस्याम् इति सूत्रेण. अतः एव अक्षति इति तत्र भुवादिगणे शप्विधानानन्तरम् अक्षति इति रूपं विकल्पेन श्नु प्रत्ययः अपि भवति, अतः अक्ष्णोति इति अपि रूपमस्ति. इवमेव तक्षधातोः अपि रूपद्वयं सम्भवति, तक्षति इति शप्विधानानन्तरं तक्षति इति रूपं विकल्पेन श्नु प्रत्ययः भवति, तदानीं तक्ष्णोति इति रूपं. तत्र तनूकरणे तक्षः इति सूत्रं, तनूकरणे तक्षः. तर्हि तक्षधातोः तत्र सामान्य अर्थः अस्ति तनूकरणः, तनूकरणम् इति. तर्हि तनूकरणार्थे तक्षति इति एकमेव रूपमस्ति, परन्तु रूढ्यार्थः तत्र रूढ्यार्थः तदेव तत्र रूढ्यार्थः भिन्न तत्र योगार्थः तनूकरणम् एव योगार्थः अस्ति. तनूकरणम् इत्युक्ते तु शेव् इत्यस्मिन् अर्थे अस्ति. यथा तत्र तक्षकः तक्षति, काष्ठं तक्षति इति अर्थे तत्र तनूकरणे तक्षः इति तत्र शप् विधानं भवति तनुकरणार्थे योगार्थे. परन्तु रूढ्यार्थे भिन्नभिन्न अर्थाः सन्ति. तदानीं तत्र इत्युक्ते तत्र योगार्थे अपि शब्दविधानं भवति, रूढ्यार्थे अपि शब्दविधानं भवति, परन्तु श्नु प्रत्ययस्य विधानं केवलं योगार्थे एव भवति, रूढ्यार्थे न भवति. रूढ्यार्थे इत्युक्ते यदा तत्र योगार्थः तु तत्र काष्ठस्य तत्र किं काष्ठस्य तनुकरणम् एव तत्र योगार्थः. रूढ्यार्थः यथा तत्र वाग्भिः तत्र किम् अधिवक्ता वाग्भिः सन्तक्षति इति अस्ति खलु, सन्तक्षति. तर्हि तत्र कट्स् वित् स्पीच् इति तत्र रूढ्यार्थः अस्ति. रूढ्यार्थे तु शप्विधानमेव भवति, न तु श्रुप्रत्ययस्य विधानम् इति वक्तुम् एव सूत्रे तनुकरणम् इति उक्तम्. अस्तु, इदानीं सन्नन्त इत्युक्ते सन् प्रत्ययः इच्छार्थे विधीयते इति वयं जानीमः. चिकीर्षति, जिगमिषति, गन्तुम् इच्छति, जिगमिषति, चिकीर्षति, कर्तुम् इच्छति, चिकीर्षति इत्यादीनि रूपाणि सन्ति सन्नन्तरूपाणि. परन्तु केचन धातवः सन्ति ये तु तेषां कृते सन् प्रत्ययस्य विधानं विशिष्टसूत्रेण भवति, परन्तु तेषाम् इच्छार्थः इति अर्थः नास्ति. तत्र सूत्रद्वयं वर्तते, गुप्तिच्किभ्य सन् इति एकं सूत्रम्, अनन्तरम् अन्यदपि सूत्रमस्ति मानबद दानशान्व्यो दीर्घश्चाभ्यासस्य. तर्हि तस्मिन् विषये इदानीं किञ्चित् पठामः आरम्भतः. सनन्तः इव सन् इति प्रत्ययः, ततः आरभ्य पठामः. शुभभगिनी आरम्भं करोति वा? आं भगिनि, नमस्ते भगिनि, विजयलक्ष्मी. नमस्कारः भगिनि. अत्र सनन्तानां ततः किल भगिनि? आम् आम्, सनन्ताः इव सन्. अस्तु, सनन्ताः इव, किन्तु अत्र सूत्रमस्ति किल, तत्र आरम्भं करोमि वा अथवा आरम्भतः एकवारं पठतु? तत्र अत्र सप्तदातवः सन्ति, ततः आरभ्य पठतु. सनन्ताः इव सन् इति प्रत्ययः, अत्र सप्तधातवः सन्ति अस्तु, सनन्ताः युवा सन् इति प्रत्ययः, अत्र सप्तधातवः सन्ति, इमे च सप्तधातवः मूले चुरादिगणीयाः, अतः तस्मिन् चुरादिगणे पठिताः, तत्रैव णिच् च शप् च विहितौ भवतः, यथा गुप् धातोः गोपयति, तिज् धातोः तेजयति, कित् धातोः सङ्केतयति, इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति, तानि चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र णिच् प्रत्ययः सर्वदा विधीयते, चुरादौ णिच् तु भवति एव, तदा सन् अपि आयाति चेत् फलं दोषाय, येन तन्न स्यात्। येषां सनन्तरूपाणि वादिगणे पठितानि तत्र न स्यात् इति कृत्वा येषां सनन्तरूपाणि वादिगणे पठितानि, तर्हि फलितार्थः एवं यत् येषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः भ्वादौ, सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे। तत्र सप्त सनन्ताः इव सन् इति प्रत्ययः इति सप्तधातूनां कृते भवति इति पठितवन्तः। तत्र एते धातवः मूले चुरादिगणे एव सन्ति, अतः तत्र चुरादिगणे तस्मिन् चुरादिगणे पठिताः, अतः तत्र चुरादिगणे एव एतेषां धातूनां पठनं भवति। तत्र णिच् अपि शप् सर्वदा आगच्छति धातोः कृते, तत्र गुप् इति धातोः उदाहरणं स्वीकृत्य, गुप् इत्यस्य तत्र निजन्ते गोपयति इति रूपं, तिज् इत्यस्य तेज इति भवति, तत्र कित् इत्यस्य सङ्केतयति इति, तत्र गोपयति इति गुप् इत्यस्य उपधायाः गुणः भूत्वा गोप् भवति, अनन्तरं निजन्तं गोपयति, तिज् इत्यस्य गुणः भूत्वा तेज् भवति, अनन्तरं निजन्तरूपं तेजयति, कित् इत्यस्य तत्र सम् इति उपसर्गेण सह उपयुज्यते इति मन्ये तत्र, अथवा तत्र सं योगः केतयति सङ्केतयति इति भवति, तदपि तत्र धातुः कित् केत् इति भवति गुणः भूत्वा, इमानि निजन्तरूपाणि चुरादिगणे, इमानि रूपाणि अथवा तत्र चुरादिगणि एव भवितुम् अर्हन्ति, सूत्राणि च तत्र एव, परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति इति, तत्र तानि चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र णिच् प्रत्ययः सर्वदा विधीयते। यदा वयं एतेषां धातूनां सनन्तरूपाणां रूपाणि प्राप्तुम् इच्छामः, तत्र यदि चुरादिगणे तत् प्रक्रियां कुर्मः चेत् फलितार्थः दोषाय भवति, तत्र इष्टरूपं न सिद्ध्यति, अतः चुरादौ णिच् तु भवति एव, तदा सन् अपि आयति चेत् फलं दोषाय भवति, यथा पूर्वस्मिन् वर्गे दृष्टवन्तः, तत्र यदा गोपी इति भवति तदनन्तरं वयं सन् इति योजयामः चेत् तत्र जुगुप्सते इति रूपं न प्राप्नुमः, तदेव तिज् अपि कित् एतयोः धातोः कृते अपि, अपि च येन तन्न स्यात् इति, येषां सनन्तरूपाणि भ्वादिगणे पठितानि, तत्र वयम् अवगतवन्तः यत् तत्र मातृभिः एतत् कृतम् इति, अस्माकं सौलभ्यार्थं सा एतेषां धातूनां प्रसङ्गः भ्वादिगणे कृतवती इति, यतोहि तत्र शप् भवति इति, अपि च एवं यत् येषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः भ्वादौ, सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे, यदि सन् इत्यस्य विवक्षा नास्ति चेत् तत्र चुरादिगणीयरूपं भवति एव, यथा गुप् धातुं स्वीकुर्मः चेत् गोपयति इति भवति एव, तत्र किमपि विशेषः नास्ति। किन्तु यदा सन् रूपं साधितुम् इच्छामः तदा तत्र विशेषार्थे, तत्र सन् प्रत्ययाः इच्छार्थे न भवन्ति, यत् यत् किमपि धातोः अर्थः अस्ति तदेव स्वीकृत्य भिन्नरूपे भवन्ति। यथा तत्र गुप् इत्यस्य सन् प्रत्ययस्य योजनेन तत्र विशेषार्थः टु डिस्पैस् इति भवति, जुगुप्सते इति रूपं सिद्ध्यति। तथा एव तिज् धातुः अपि च कित् धातुः अपि, तेजयति इति निजन्तरूपं, तितिक्षते इति सन् प्रत्ययस्य रूपं, सनन्तरूपं, कित् इत्यस्य सङ्केतयति इति चुरादिरूपं भवति चेत् संयोजनेन चिकित्सति इति रूपं भवति। संयोजनेन तत्र किं भवति? सन् प्रत्ययस्य योजनेन, अस्तु, सन् प्रत्ययस्य योजनेन, सन् प्रत्ययस्य योजनेन, समीचीनं, बहु समीचीनं भगिनि, सम्यक्तया उक्तवती। इतोपि किमपि वक्तव्यं वा? इतोपि इत्युक्ते तत्र न सम्यक् समाप्तं वा इति पृष्टवती। हा, तत्र तस्मिन् परिच्छेदे तावदेव दत्तं। हा, सम्यक्, समीचीनम्, इत्युक्ते भगिनी सम्यक्तया उक्तवती। इत्युक्ते एते धातवः मूलतः पाणिनीयधातुपाठे चुरादिगणीयधातवः एते सर्वे धातवः, तर्हि तत्र तु निच् प्रत्ययस्य विधानं यथावत् भवति, स्वार्थे निच् प्रत्ययस्य विधानं भूत्वा तत्र रूपाणि भवन्ति, गोपयति, तेजयति, सङ्केतयति इति रूपाणि भवन्ति, तत्र क्लेशः नास्ति। परन्तु लोके, लोकव्यवहारे इतोपि विशिष्टरूपाणि सन्ति विशिष्ट अर्थे, यथा तत्र जुगुप्सते, जुगुप्सते तत्र निन्दायां जुगुप्सते, अनन्तरं क्षमायां तितिक्षते, अनन्तरं तत्र रोगनिवारणार्थे, रोगनिवारणार्थे चिकित्सते, चिकित्सति इति रूपाणि अपि सन्ति। एतादृशरूपाणां सिद्ध्यर्थं तत्र विशिष्टसूत्रं कृतमस्ति, तत्र गुप्तिच्किभ्य सन् इति सूत्रेण सन् प्रत्ययस्य विधानं क्रियते। तर्हि एते धातवः द्वादिगणे सन्ति, तर्हि एते धातवः चुरादिगणे सन्ति, तर्हि चुरादिगणे निच्प्रत्ययस्य विधानानन्तरं सन् प्रत्ययः विधीयते वा इति चेत् तादृशविधानं भवति चेत् इष्टरूपं न लभ्यते, चिकित्सति, जुगुप्सते इति रूपाणि न लभ्यते, तत्र जुगोप्सते इति तादृशरूपं लभ्यते, तर्हि तत्तु दोषाय। अतः एते धातवः एतेषु विशिष्ट अर्थेषु चुरादिगणे स्वीकर्तुं न शक्नुमः। तदर्थं तत्र कुत्र स्थापयितुं शक्नुमः इति चेत् भुवादिगणे स्थापयित्वा तत्र प्रथमं तत्र तस्मात् एतेभ्यः धातुभ्यः सन् प्रत्ययः सर्वदा भवति, एतेषु अर्थेषु सर्वदा भवति, विकल्पेन इति नास्ति किमपि, सर्वदा भवति सन् प्रत्ययः। यदा सन् प्रत्ययस्य विधानं भवति तदानीं तत्र तदनन्तरं तत्र नूतनधातुः जातः, नूतनधातुः जातः सन् प्रत्ययस्य योजनानन्तरं नूतनधातुः, यतोहि सन् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः अस्ति, तर्हि सन् प्रत्ययस्य योजनेन नूतनधातुसंज्ञा लभ्यते, सनाद्यन्ता धातवः इति सूत्रेण नूतनधातुसंज्ञा लभ्यते। तर्हि तादृशनूतनधातुः तत्र नूतनधातुतः यदा लट्लकारस्य विवक्षा अस्ति तर्हि तिङ्प्रत्ययः, लट्लकारस्य स्थाने तिङ्प्रत्ययः आयाति, तर्हि तिङ्प्रत्ययः कर्त्रार्थे अपि अस्ति, सार्वधातुकः अपि अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तत्र शप्रत्ययस्य विधानं भूत्वा तत्र रूपाणि लभ्यते, तत्र जुगुप्सते, तितिक्षते, सङ्केत, तत्र चिकित्सति इति रूपाणि लभ्यते। तत्र किं स्मर्तव्यम् इति चेत् तत्र सन् प्रत्ययः इत्युक्ते सामान्यार्थे इच्छार्थे इति वयम् अवगच्छामः, परन्तु अत्र गुप्तिच्किभ्य सन् इति सूत्रेण यः सन् प्रत्ययः विहितः भवति सः प्रत्ययः तु इच्छार्थे नास्ति। तर्हि प्रत्ययस्य कः अर्थः इति चेत् प्रत्ययस्य विशेषः अर्थः नास्ति, धातोः यः अर्थः अस्ति सः एव अर्थः, तत्र अन्तिमरूपस्य विशिष्टः अर्थः नास्ति। यथा चिकीर्षति इत्यत्र कर्तुम् इच्छति इति तादृश अर्थः लभ्यते, अत्र तथा नास्ति इति स्मर्तव्यं, तावदेव। अत्र किमर्थं सूत्रं कृतम् इति चेत् एतेषु विशिष्टार्थेषु रूपं प्राप्तुम् एव सूत्रं कृतमस्ति. नो चेत् सामान्यतया गुप् इति धातुः तः गोपयति इति रूपं लभ्यते, तत् एकमेव रूपं लभ्यते. तत्र निच्कृत्यस्य योजनेन गोपयति गोपयते इति रूपद्वयं भवितुमर्हति. परन्तु अत्र सन्नृत्यस्य योजनानन्तरम् एकमेव रूपमस्ति जुगुप्सते. तर्हि प्रश्नः उदेति तत्र जुगुप्सते, तितिक्षते, अनन्तरं चिकित्सति इति तत्र कुत्रचित् आत्मनेपदिरूपम् अस्ति, कुत्रचित् परस्मैपदिरूपम् अस्ति इति प्रश्नः आसीत् गतवर्गे. तर्हि तत्र उत्तरं किम् इति चेत् सन्नृत्यः सामान्यतया यदा सन्नृत्यः विधीयते तदानीं पूर्ववत् भवति. तत्र पदित्वम् आत्मनेपदित्वं वा परस्मैपदित्वं वा पूर्ववत् भवति. पूर्वं धातोः यः तत्र अनुबन्धसहितधातोः तत्र तत्र इत्संज्ञकवर्णं दृष्ट्वा तत्र सूत्राणि सन्ति खलु अनुदातनित आत्मनेपदम् इति, तादृशसूत्रम् आश्रित्य मूलधातौ यत्र मूलरूपं लटि परस्मैपदिरूपम् अस्ति चेत् तत्र सनन्तम् अपि परस्मैपदि भवति, मूलरूपम् आत्मनेपदि अस्ति चेत् सनन्तमपि आत्मनेपदिरूपमेव भवति सन्नृत्यस्य योजनानन्तरम्. तर्हि अत्र का गतिः इति चेत् एतेभ्यः धातुभ्यः मूलरूपं नास्ति. एतेषु विशिष्टार्थेषु तत्र गुप् तिज् अनन्तरं कित् एतेभ्यः विशिष्टार्थेषु मूलरूपं मूलरूपम् इत्युक्ते लटीरूपं नास्ति. तत्र चिकीर्षति इत्यत्र चिकीर्ष्णति तत्र जिगमिष्यति इति इच्छार्थे जिगमिष्यति इत्यत्र मूलरूपे गम् धातुः परस्मैपदिधातुः अतः जिगमिष्यति इति अपि तत्र परस्मैपदिरूपम् अस्ति सनन्तरूपम्. परन्तु एतेभ्यः धातुभ्यः विशिष्टार्थेषु मूलरूपं नास्ति, सर्वदा सन्नृत्यः विद्यते. यतोहि रूपं प्राप्तुमिच्छामः चेत् सर्वदा सन्नृत्यः विद्यते, जुगुप्सते इति रूपं लभ्यते. तर्हि मूलरूपमेव नास्ति चेत् तर्हि सन्नन्तरूपं कथम् आत्मनेपदित्वम् अथवा परस्मैपदित्वम् इति चेत् तत्र तदर्थं तत्र अनुबन्धकरणं क्रियते. एतादृशरूपं प्राप्तुं तत्र गुप्तातोः तत्र गुप्तातोः तत्र गुप इति धातोः तत्र स्वरः अनुदात्तः, अनुदात्तस्वरः क्रियते तत्र इति कृत्वा तत्र आत्मनेपदिरूपं भवति. तर्हि एते धातवः ये सन्ति गुप् तिज् कित् तेषां विशिष्टार्थेषु तादृश अनुबन्धकरणं क्रियते येन परस्मैपदि अथवा आत्मनेपदिरूपं लभ्यते इति विशेषः अस्ति अत्र. अतः एव अत्र एकत्र आत्मनेपदी अन्यत्र परस्मैपदी इति रूपं दृश्यते, परस्मैपदीसंज्ञकरूपम्. अस्तु, इदानीं सूत्रं पठामः. मीना भगिनी पठति वा? प्रश्न तत्र गुप् धातुः चिरादिगणे गोपयति इति गोपने इति अर्थे एव अस्ति, हेतुमत् नास्ति. किन्तु सन् प्रत्ययं योजनेन जुगुप्सते इति आत्मनिपदरूपं चिन्तयति. अर्थद्वयं समानम् एव, गोपने इति अर्थे एव विशिष्टार्थं न भवति. न, तत्र चुरादिगणे तत्र चुरादिगणे तत्र गुप् गोपने इति धातुः अस्ति अत्र. तत्र चुरादिगणे वस्तुतः गुपु रक्षणे इति धातुः, गुपु गुप नास्ति, गुप गुप एव, गुप गुप एव, तत्र अनुबन्धरहितरूपम् उक्तं गुप् इति तत्र उक्तं. परन्तु तत्र गुप गुपु गुपूरक्षणे इति धातुः या धातुः अस्ति, गुपूरक्षणे इति धातुः, सः धातुः एव चुरादिगणे गोपयति इति रूपं लभ्यते. गुपु गोपने निन्दायां च इति भुवादिगणे रूपं तत्र तदेव तत्र विशिष्टरूपमस्ति. विशिष्टार्थे निन्दायाम् इति अर्थे तत्र गुप इत्यस्य अर्थद्वयमस्ति, एकमस्ति रक्षणे, अन्य अर्थः अस्ति निन्दायां. रक्षणे इत्यस्मिन् अर्थे चुरादिगणे अस्ति. मम अवगमनं तत् अस्ति, यदि चुरादिगणे अस्ति अस्ति चेत् मूलधातु यत् क्रियता तदर्थं भवति. सनन्दं यदि भुवादिगणे अस्ति चेत् गोपने इति अर्थं भवति, न तु इच्छायां, तदेव न न गोपने इति अर्थः नास्ति. सन्नृत्यस्य योजनानन्तरं गोपने इति अर्थः नास्ति. निन्दायां संयोजनेन जुगुप्सते इति भवति निन्दायाम् इत्यर्थः. निन्दायाम् इत्यर्थः, किन्तु इच्छार्थे नास्ति इति एव विशेषः. हा, इच्छार्थे नास्ति. एकः एकः विशेषः अस्ति, इच्छार्थे नास्ति. एते सन्प्रत्ययः इच्छार्थे नास्ति इति एकः विशेषः. अन्यः विशेषः, एतेषां धातूनां यः मूलार्थः अस्ति सः अर्थः नास्ति सन्प्रत्ययस्य योजनार्थं. गुपु रक्षणे इति तत्र मूले रक्षणे गोपने इति अर्थः अस्ति, परन्तु सन्प्रत्ययस्य योजनार्थं तत्र तादृश तस्मिन् अर्थे सन्प्रत्ययस्य विधानं नास्ति, परन्तु विशेष अर्थः निन्दायाम् इति अर्थे एव सन्प्रत्ययः, रक्षणे इति अर्थे सन्प्रत्ययः नास्ति. भगिनि गोपने इति भवति खलु, तदेव उक्तमस्ति खलु? गोपने एव रक्षणे. किमर्थं किमर्थं चुरादिगणे चुरादिगणे परस्मैपदे भवति भगिनि? गुप अनुदातं यत् आत्मनेपदम् एव, किमर्थं गोपयति चुरादिगणे परस्मैपदी भवति? न, गुरु चुरादिग यद्यपि मूलधातुः आत्मनेपदी वा परस्मैपदी वा यत्किमपि भवतु, परन्तु अत्र अत्र पश्यतु, तत्र वस्तुतः गुपु रक्षणे इत्यत्रापि तत्र अष्टाध्यायी डाट् काम् मध्ये एकमेव रूपं प्रदर्शितं, परन्तु वस्तुतः वयं पश्यामः चेत् ये धातवः चुरादिगणे सन्ति तत्र निचष्ट इति एकं सूत्रमस्ति, तेन सूत्रेण रूपद्वयं सम्भवति, गोपयति गोपयते इति रूपद्वयं सम्भवति, परन्तु अत्र कोऽपि विशिष्टसूत्रेण बाधते वा इति द्रष्टव्यं भवति. एकमेव रूपं दत्तमस्ति तर्हि अस्ति भगिनि चुरादिगणे गोपयति गोपयते द्वयमस्ति अस्ति वा? हा, रूपद्वयमस्ति वा? मया न दृश्यते तत्र, परन्तु तत्तु भाषायाम् इति अस्ति खलु, गुपु भाषायाम् इति अस्ति. हा, भाषायां चुरादिगणे तत्र रूपद्वयं गोपयति गोपयते द्वयमपि अस्ति, परन्तु गुपु गोपने गुपु गोपने गुपु गोपने इति चुरादिगणे नास्ति एव. चुरादिगणे नास्ति एव खलु, परन्तु अत्र अस्माकं करपत्रे सप्तदातवः चुरादिगणे दातवः इति उक्तम् खलु, अतः एव तत्र यदि तत्र गुप्पु रक्षणे इति धातुः चुरादिगणे वस्तुतः अस्ति चेत् परन्तु तत्र तु आयप्रत्ययः दृश्यते, आयप्रत्ययः गुप्पु गुपु इति गुपु इति धातुः, तत्र गुपु गोपने इति धातुः चुरादिगणे अस्ति वा नास्ति वा इति प्रश्नः, परन्तु यत्किमपि भवतु अत्र अत्र किम् इति चेत् चुरादिगणे धातुः अस्ति चेत् रूपद्वयं सम्भवति, तत्र परस्मैपदिरूपम् आत्मनेपदिरूपं रूपद्वयं सम्भवति, प्रायेण रूपद्वयं सम्भवति, कुत्रचित् अपवादाः सन्ति, सर्वत्र रूपद्वयं सम्भवति कुत्रचित् अपवादाः सन्ति, तावदेव इदानीम् अवगन्तव्यम्. अवगतं वा वीणा भगिनि? अग्रे पठतु. गुप्तिच् किभ्यः सन्? गुप्तिच् किभ्यः सन्? गुप् गोपने, तिज् तिज निशाने, कित निवासे, एतेभ्यः धातुभ्यः सन्प्रत्ययो भवन्ति. अनिर्दिष्टार्थः प्रत्ययाः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः न उक्तः तदा स्वार्थे अस्ति इति मन्यते. स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति. गुप् च तिज् च कित् च तेषाम् इतर इतर द्वन्द्वः, गुप् तिज् ति कित्भ्यः कित् कितः तेभ्यः गुप् तिज् कित्भ्यः गुप् तिज् कित्भ्यः पञ्चम्यन्तं सन् प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं गुप् तिज् कित्भ्यः सन्. अत्र त्रयः दातवः अस्ति, गुप् इति गुप् तिज् किद् इति त्रयः दातवः सन्ति. ते सन् प्रत्ययः योजयति परन्तु स्वार्थे नास्ति किल, प्रत्ययः स्वार्थे एव प्रत्ययः परिवर्तनं न भवति. स्वार्थे नाम प्रत्ययस्य संयोजनम् अर्थपरिवर्तनम् अर्थप्रत्ययपरिवर्तनं नास्ति. गुप् तिज् किभ्यः तावदेव भगिनि. गुप् गोपने इति भवति, तिज तिज निशाने भवति, कित् निवासे इति सम्प्रत्ययः योजनेन स्वार्थे नाम स्वार्थे एव भवति. स्वार्थे इति गुप् गोपयति भवति, गुप् निच् चुरादिगणे निच् प्रत्ययः योजनेन गोपी भवति, तदनन्तरं शप् प्रत्ययः भवति, गोपयति इति भवति चुरादि. तदनन्तरं विशेषार्थः भ्वादौ गणे अपि तत्र सन्प्रत्ययः भवति, तत्र सन्प्रत्ययः न भवति. गोपयति इति अर्थे तत्र चुरादौ सन्प्रत्ययः नास्ति, निच् प्रत्ययः अपि च शप् प्रत्ययः भवति, योजनेन गोपयति इति रूपं भवति. भ्वादौ समास कुप् धातुः भ्वादिगणे अपि स्थापितम् अस्ति सन्प्रत्यययोजनेन. तत्र सन्प्रत्यययोजनेन द्वित्वं भवति, जुगुप्सते इति भवति. तत्र एव मम संशयः आसीत् किमर्थम् आत्मनेपदं तत्र अस्ति इति. भवती अत्र किमर्थम् इति मम संशयः अपि अस्ति. अनुदातं यत् आत्मनेपदम् इति तत्र धातु एव विधे व्यत्यासः अस्ति वा? गुप् तदेव उक्तवती खलु, तदेव उक्तवती वस्तुतः तत्र गुप् गोपने इति धातुः तत्र इदानीं तत्र मूलधातोः विशेषार्थे इदानीं गुप् गोपने इति धातुः नास्ति, परन्तु गुप् तत्र निन्दायाम् इति अर्थे यः धातुः गुप निन्दायाम् इति यः धातुः अस्ति तस्य तत्र स्वरः अनुदात्तः भवति, अनुदात्तसहितपदम् इत्यनेन आत्मनेपदत्वं लभ्यते. तावदेव चुरादौ चुरादौ गुप् रक्षणे गुपु रक्षणे भवति वा? धातौ कथं कथं भवति? मूलधातु मूलधातुः गुप् गोपने एव तत्र गुप गोपयति इत्येव रूपमस्ति, गोपयति इत्येव रूपमस्ति, परन्तु तत्र गुप् भाषायाम् इति उक्तमस्ति. तत्र वस्तुतः गुप् भाषायाम् इति उक्तमस्ति, परन्तु तत्र गुप् गोपने इति गोपयति इति रूपमस्ति खलु, गोपयति इति रूप गोपयति इत्युक्ते कः अर्थः? रक्षणे प्रसिद्धार्थः तदेव खलु, गोपयति इत्युक्ते प्रसिद्धार्थः कः? रक्षणे इति एव अर्थः अस्ति खलु. मम प्रश्नः भगिनि, मूलधातुः चुरादिगणे किम् इति? मूलधातुः चुरादिगणे गुप् गोपने इति एव उक्तमस्ति, परन्तु धातुपटे न दृश्यते. तावदेव अत्र अस्माकं सङ्घर्षः तदेव, धातुपाठे सम्यक्तया न दृश्यते. प्रसिद्धार्थे गुप् गोपने इत्यस्मिन् अर्थे गोपयति इति रूपम् अत्र लोके अस्ति, प्रसिद्धार्थः अस्ति गोपयति इति रूपं, परन्तु तत्र धातुपटे सम्यक्तया न दृश्यते. तत्र व्याख्यानं पश्यामः चेत् गुप् गोपने इति एव उच्यते, गुप् गोपने गोपयति इति एव उच्यते, परन्तु अस्माकं धातुपटे न दृश्यते. किमर्थं न दृश्यते इति किञ्चित् इन्वेस्टिगेशन् करणीयं, तत्र कथं तत्र उक्तमस्ति इति. मया दृष्टं परन्तु अधिकं न प्राप्तं तस्मिन् विषये. परन्तु यत्किमपि भवतु गोपयति इति रूपं तत्र व्याख्यानेषु सर्वत्र उच्यते. गोपयति इति एकं रूपम् उच्यते, गोपयते इति रूपम् अस्ति वा नास्ति वा प्रयोगे इति द्रष्टव्यं, तत् अनन्तरं पश्यामः. अवगतं भगिनि. किन्तु भगिनि, अनिर्दिष्टार्थे प्रत्ययः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहिता भवन्ति किन्तु तस्य अर्थः न उक्तः तदा स्वार्थे अस्ति इति मन्यते. तत्र स्वार्थे किं सूचयति? चुरादिगणे अर्थः, सन्नन्ते अर्थः? स्वार्थे इत्युक्ते प्रत्ययस्य विशेषः अर्थः भवति खलु, धातोः अर्थः भवति, भिन्नः अर्थः भवति, प्रत्ययस्य अर्थः भवति. इत्युक्ते इदानीं तप्रत्ययः अस्ति, तप्रत्ययः कर्मार्थे अस्ति इति सामान्यनियमः अस्ति. तप्रत्ययः कर्मार्थे भवति नो चेत् भावार्थे भवति. सकर्मकधातुः अस्ति चेत् कर्मार्थे भवति इति सामान्यज्ञानं खलु. तर्हि कर्मार्थे अस्ति इति अर्थः उक्तः अस्ति, केनचित् सूत्रेण उक्तः अस्ति अर्थः. तर्हि तस्मिन् अर्थे प्रत्ययः विधीयते इत्युक्ते तत्र को अर्थः इति चेत् प्रत्ययेन कर्म उक्तं भवति अस्माकं वाक्येषु. प्रत्ययेन कर्म उक्तं भवति इति कृत्वा तत्र कर्मणः प्रातिपदिकार्थे प्रथमविभक्तिः भवति. रामेण ग्रामः गम्यते इति वदामः चेत् रामेण ग्रामः गतः, तत्र रामेण ग्रामः गतः इति वदामः चेत् गतः इति तप्रत्ययः कर्मार्थे अस्ति, अतः तप्रत्ययेन कर्म उक्तं भवति, अतः ग्रामः इत्यस्य प्रथमविभक्तिः इति वयम् अवगच्छामः. यदि अहं वदामि तत्र प्रत्ययस्य नो चेत् प्रत्ययः भावार्थे अस्ति, रामेण हस्यते इति वदामः चेत् तत्र तिङ्प्रत्ययः भावार्थे अस्ति, यतोहि अकर्मकधातुः अस्ति, भावार्थे अस्ति. तत्र केवलं क्रियामेव सूचयति, तत्र कर्ता वा कर्म वा तत्र किमपि न उक्तमस्ति, अविशेषः अर्थः नास्ति. परन्तु इदानीं चोरयति इति चुर् इति धातुः चुरादिगणे अस्ति. इदानीं तत्र चोरयति इति रूपं स्वीकृत्य एकं वाक्यं वदतु. बालकः चोरयति. हा, बालकः चोरयति. बालकः किं चोरयति? पुस्तकं चोरयति. हा, पुस्तकं चोरयति. इदानीं चोरयति इति रूपेण तत्र किं चोरयति? तत्र चुर् योगः णिच्, चुर् योगः णिच्, चोरी इति धातुः अस्ति. तस्मात् तत्र तिङ्प्रत्ययः शप्रत्ययः सर्वं योजयित्वा चोरयति इति रूपम्. तर्हि चोरयति इति रूपे तिङ्प्रत्ययेन कर्ता उक्तः अस्ति इति जानीमः, यतोहि तिङ्प्रत्ययः कर्त्रार्थे अस्ति. चोरयति इति रूपे प्रत्ययद्वयम् अस्ति खलु, एकः अस्ति णिच् प्रत्ययः, अन्यः अस्ति तिङ्प्रत्ययः. तिङ्प्रत्ययस्य विशेषः अर्थः अस्ति, कर्त्रार्थे अस्ति, अतः कर्ता उक्तः अस्ति, अतः बालकः इति प्रथमविभक्तौ अस्ति. परन्तु णिच् प्रत्ययस्य कः अर्थः तत्र? णिच् प्रत्ययस्य किमपि अर्थः तत्र प्रतीयते वा? हेतुमत् नास्ति. हा, सत्यं, हेतुमत् नास्ति. तर्हि तस्य हेतुमत् नास्ति इति एकः विषयः, तस्य अन्यः अर्थः अस्ति वा अत्र णिच् प्रत्ययस्य? तदेव स्वार्थः. तत्र तत्र प्रत्ययस्य कोऽपि अर्थः एव नास्ति. तत्र किमर्थं योज्य तादृशप्रत्ययस्य योजनं क्रियते? न, तत्र अत्र स्वार्थे इति यदा भगिनी निच् प्रत्ययस्य विषये उक्तं, तदेव अत्र सन् प्रत्ययस्य विषये. एकक्षणं महोदय, एकक्षणम्, एकक्षणं, तत् समापयामः. तत्र अस्माकं चिन्तनक्रमः तत्र तस्य समापनं भवतु इति कृत्वा, इदानीं निष्प्रत्ययस्य कोऽपि अर्थः नास्ति इति उक्तं, तर्हि किमर्थं निष्प्रत्ययः तत्र वयं तत्र योजयामः? रूपसिद्ध्यर्थ इति एव अस्ति तत्र, अन्यत् किमपि नास्ति. रूपसिद्ध्यर्थं चोरयति इति रूपं प्राप्तुं तत्र निष्प्रत्ययस्य योजनं क्रियते, परन्तु प्रत्ययस्य विशेषः अर्थः नास्ति. इत्युक्ते बालकः चोरयति इत्युक्ते बालकः स्वयं चोरयति. तत्र चुर् धातोः यः अर्थः अस्ति सः एव अर्थः अस्ति चोरयति इति पदे. तिङ्प्रत्ययस्य विशेषः अर्थः अस्ति, णिच् प्रत्ययस्य अर्थः किमपि नास्ति. चुर् धातोः यः अर्थः अस्ति सः एव अर्थः अस्ति तत्र, अन्यत् किमपि नास्ति. एवमेव अत्र अनिर्दिष्टार्थः इत्युक्ते स्वार्थे इत्युक्ते तत्र प्रत्ययस्य योजनानन्तरं धातोः यः अर्थः अस्ति सः एव अर्थः लभ्यते, प्रत्ययस्य विशेषः अर्थः नास्ति. तावदेव तत्र अर्थः. इदानीं पृच्छतु. तत्र विशेषार्थ विशेषार्थं भवितुम् अर्हति कृत्वा सन् योजयति भुवादिगणे स्थापयति इति उक्तं, तदपि उक्तं न? तत्र विशेषार्थ इति किम्? विशेषार्थः इति धातोः अर्थः. अनिर्दिष्टार्थः प्रत्ययः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः न उक्तः तदा स्वार्थे अस्ति इति वदामः. इत्युक्ते यत्र कुत्रापि इति तत्र व्याकरणेषु एतादृशशैली अस्ति यत् प्रत्ययस्य विशेषः अर्थः नास्ति चेत् स्वार्थे अस्ति इत्यनेन धातोः यः अर्थः अस्ति सः एव अर्थः भवति, प्रत्ययस्य अपि प्रत्ययस्य नूतनतया अर्थः नास्ति अर्थपरिवर्तनं किमपि नास्ति. अस्तु, किन्तु भुवादिगणे स्थापनानन्तरं चुरादिगणे अर्थं न भवति. भुवादिगणे तदपि अस्ति न, भुवादिगणे स्थापनानन्तरं चुरादिगणे यदि चुरादिगणीय अस्ति चेत् गुप् इत्यस्य अर्थः स्पष्टं. तदनन्तरं सन् प्रत्यययोजनानन्तरं भुवादिगणे स्थापितं भवति. विषय अन्य धातोः पृथक्कर्तं भवति, किन्तु प्रत्ययस्य कोऽपि तत्र विशिष्टता नास्ति. तावदेव इति एव रूपसिद्ध्यर्थमेव, रूपसिद्ध्यर्थमेव सन् तत्र सन् प्रत्ययस्य योजनं किमर्थम् इति चेत् रूपसिद्ध्यर्थं. तावदेव रूपसिद्ध्यर्थं तत्र सन् प्रत्ययं योजयामः चेत् द्वित्वं लभ्यते, रूपं सिद्ध्यति. तावदेव तत्र अस्ति. किन्तु चुरादिगणे अर्थं भिन्नम् अस्ति, भूवादिगणे अर्थं भिन्नम् अस्ति. धातोः धातोः अर्थः अर्थपरिवर्तनम् दृश्यते. धातो अर्थ धातोः अर्थः किम्? न न, अत्र एकं वक्तव्यम्. धातुः समानः एव इति वदामः चेत् अपि क्लेशः अस्ति. धातुः समानः इति स्पष्टतया न वक्तुं शक्यते, यतोहि तत्र अनुबन्धकरणं भिन्नम् अस्ति. यद्यपि मूलधातुः गुप्पगोपने इति धातुः अस्ति, अत्र रूपं प्राप्तुम् अनुबन्धकरणं भिन्नम् अस्ति. अतः एव तत्र जुगुप् सते इति तत्र आत्मनेपदिरूपं लभ्यते. अतः एते दातव ये मूलदातवः चुरादिगण्यदातवः सन्ति तेषाम् अत्र विशेषार्थः अनुबन्धकरणमपि भिन्नम् भिन्नार्थं भवति इति कारणात् तथैव भिन्नार्थं भवति. किन्तु स्वार्थे इति केवलं प्रत्ययानां विषये एव स्वीकरणीयं, न तु स्वार्थे इत्युक्ते प्रत्ययः एव स्वार्थः इत्युक्ते तत्र प्रत्ययस्य विशेषः अर्थः नास्ति. धातोः विशेषार्थे एव सूत्रं विद्यते. सूत्रात् किमपि न ज्ञायते. गुप्तिच् किद्यसन् इति सूत्रात् विशेषार्थे एव भवति इति किमपि न ज्ञायते. तदर्थमेव वार्तिकानि कृतानि, गुपेर्निन्दायाम् इति वार्तिकानि कृतानि, तदानीमेव विशेषार्थः कः इति ज्ञायते. सूत्रात् किमपि न ज्ञायते. अस्तु, धन्यवादः. धन्यवादः. अस्तु, मीना भगिनी, स्पष्टमस्ति वा? इदानीमपि भ्रमः अस्ति वा? स्पष्टमस्ति इति चिन्तयामि भगिनि. किमर्थम् इत्युक्ते तत् किमर्थम् आत्मनेपदं परस्मैपदं तत्र एव मम भ्रमः अस्ति. न, अत्र उक्तं खलु, तत्र रूपं प्राप्तुं तादृश अनुबन्धकरणं क्रियते. तावदेव मूलधातोः यः अनुबन्धकरणम् अस्ति तत् स्वीकृत्य इष्टरूपं न लभ्यते. तदर्थं यु चेञ्ज् द स्टार्टिङ्ग् पायिण्ट्, दट्स् आल्. To get what you need, अत्र एकं स्मर्तव्यम्, सर्वदा स्मर्तव्यं यत् लोके यद् रूपम् अस्ति तत् प्राप्तुमेव व्याकरणम् अस्ति. लोके यद् रूपम् अस्ति तत् प्रापणार्थमेव व्याकरणं, न तु तत्र व्याकरणार्थं किमपि दुःखते इति रूपम् अस्ति वा आसीत् तस्मात् एव रूपमस्ति इत्युक्ते पाणिनिः कथं सः कथं कृतवान् व्याकरणं, तस्य पुरतः समग्र तत्र भाषायां यानि यानि पदानि सन्ति ते सर्वाणि सन्ति. ततः ततः परं सः किं कृतवान्, तत्र केवलं ग्रूपिङ्ग् कृतवान्. तत्र समग्रशब्दानां ग्रूपिङ्ग् कृत्वा एतादृशशब्दाः सन्ति, जुगुप्सते, तितिक्षते, एतादृशशब्दाः शब्दाः सन्ति, तेषां साधनार्थं किं स्थापयामि. अस्तु, सन् इति प्रत्ययं स्थापयामः चेत् द्वित्वं लभ्यते. तदनन्तरं परन्तु मूलधातुः एवमस्ति चेत् परस्मैपदि एव लभ्यते. तदर्थं किं करोमि अहम् इदानीम्? अस्तु, धातोः परिवर्तनं करोमि, अनुबन्धकरणं भिन्नरीत्या करोमि इति. तावदेव तत्र लक्ष्यं किम् इति वयं जानीमः चेत् तदर्थं वयं वि गो बेक्वर्ड्स्. तावदेव, अन्यत् किमपि नास्ति. वार्तिकं पठतु. वार्तिकं गुपेर्निन्दायां वा वार्तिकं तिजेर् क्षमायां वा कितेर् व्याधिप्रतीकारे निग्रहे नाशने संशये च अपनयने अपि च निन्दाक्षं व्या क्षमा व्या क्षमा व्याधिप्रतीकारेषु सन्निशते अन्यत्र यथा प्राप्तं प्रत्ययाः भवन्ति. अत्र वार्तिकम् अस्ति, गुपे गुपे गुपि गुप् इति धातोः निन्दायाम् अस्ति अत्र वार्तिकं. तिजेः क्षमायां, कितेः व्याधि प्रतीकारे निग्रहे वा अपनयने नाशने संशये च. निन्दा क्षमा व्याध प्रतीकारेषु सन्निशते व्याधि तत्र अहं लिखितवती तत्र व्याधिप्रतीकारेषु सन्निशते अन्यत्र यथा प्राप्तं प्रत्ययाः भवन्ति. तत्र निन्दा क्षमा व्याधि निन्दा अत्र गुप् दातु क्षमा इति अत्र गोप्रियते तत्र क्षमा. निन्दा क्षमा व्याधिप्रतीकारेषु सन्निशते अन्यत्र यथा प्राप्तं प्रत्ययाः भवन्ति. अत्र सन् प्रत्ययः योजयित्वा अन्य अर्थं भवति निन्दायाम् अपि च क्षमायाम् अपेक्षया निन्दा भवति तत्र व्याधिप्रतीकक्षणं सन् प्रत्ययस्य योजनेन भिन्नः अर्थः भवति इति नास्ति. धातोः विशेषार्थे सन् प्रत्ययः भवति. सन्प्रत्ययः न भवति, सन्प्रत्ययस्य अर्थः नास्ति तत्र धातौ. धातौ एव विशेष अर्थः भवति सन्प्रत्यययोजनेन. तावदेव अस्तु, तिज् इति किं वदतु? तिज् धातुः सान्यतः तत्र तेजयति भवति. विशेषतः भुवादौ तत्र सन् प्रत्ययः तितिक्षते इति भवति. तत्रापि धातु सन् प्रत्यययोजनेन आत्मनेपदं भवति किल अत्र समानार्थेनैव वा समान एतत् एतत् सर्वं कथं जानीमः इति चेत् तत्र स्पष्टतया उक्तमस्ति व्याख्यानेषु. अनुबन्धकरणं तादृशं क्रियते इति स्पष्टतया उक्तमस्ति व्याख्यानेषु इति कृत्वा वयं ज्ञातुं शक्नुमः. नो चेदपि वयं ऊहां कर्तुं शक्नुमः, यतोहि तत्र तादृशम् अस्ति रूपं लोके. तत् प्राप्तुं किं कर्तुं शक्नुमः इति चेत् बेक्वर्ड्स् गत्वा तत्र धातोः परिवर्तनं क्रियते. तावदेव. अस्तु भगिनि, धन्यवादः. इदानीं तत्र अरविन्द महोदय तत्र गुप् धातुः इति ततः आरभ्य पठतु. गुप् धातुः सामान्य अर्थः टु हैड्. गुप् धातुः सामान्यार्थः टु हैड् चुरादौ तत्र न सन् प्रत्ययः गोपयति. वार्तिकं गुपेर्निन्दायां विशेषार्थः निन्दायां टु डिस्पैस् भुवादौ तत्र सन् प्रत्ययः जुगुप्सते. तत्र गुप् धातुं स्वीकृत्य यदि वयं गोपने इति अर्थम् इच्छति चेत् निच् प्रत्ययं योजयित्वा चुरादिगणे धातु निष्पन्नं भवति. यदि तदर्थं न इष्यते किन्तु निन्दायाम् इति अर्थं इच्छति चेत् तत्र निच् प्रत्ययस्य स्थाने सन् प्रत्ययं योजयित्वा जुगुप्सते इति रूपं स्थापयति इति एव गुप् धातोः अर्थद्वयम्. एकं चुरादौ गोपने भवान् यदि निन्दार्थे इच्छते चेत् तत्र सन् योजयित्वा जुगुप्सते इति रूपं. तदेव तिज् धातुः अपि सामान्य अर्थः अस्ति, शार्पन् चुरादौ अस्ति, तत्र सन् प्रत्ययेन तेजयति इति भवति. ते वार्तिकं तिजौ क्षमायाम् इति विशेषार्थं क्षमायां टु एन्डुअर् भूवादौ तत्र सन् प्रत्ययः तिरीक्षते. तत्रापि तिज् धातुः चुरा निच् प्रत्ययं योजयति चेत् तेजयति इति रूपं टु शार्पन् अर्थे. एवं तिज् धातुः सन् प्रत्ययं योजयति चेत् तत्र क्षमायां तिरीक्षते इति अर्थं भवति. कित् धातुत्वं सामान्य अर्थः टु मेक् ए सैन् चुरादौ तत्र सन् प्रत्ययः चुरा सामान्य अर्थः कित् धातोः चुरादौ स्तन्प्रत्ययः निच् प्रत्ययः भवति कित् धातुः सामान्य अर्थः टु मेक् सैन् चुरादौ तत्र न सन् प्रत्ययः सङ्कयते इति अस्ति वार्तिकं कितेर्व्याधिप्रतिकारे निग्रहे अपनयने नाशने संशये च विशेषार्थः व्याधिप्रतिकारे टु हील् निग्रहे टु रेस्ट्रैन् अपनयने टु रिमूव् नाशने टु डिस्ट्राय् संशये टु डौट् और् सस्पेक्ट् भुवादौ तत्र सन् प्रत्ययः चिकित्सति प्रायेण हि लोके व्याधिप्रतिकारे चिकित्सति इति प्रयुज्यते तत्र किं धातुः निच् योजनेन सङ्केतयति इति रूपं सिद्ध्यति टु मेक् ए सैन् इति अर्थे किन्तु वार्तिकम् आधारीकृत्य कितेर्व्याधिप्रतिकारे निग्रहे अपनयने नाशने संशये च विशेषार्थाः स्वीक्रियते चेत् सन् योजयित्वा चिकित्सति इति रूपं सिद्ध्यं भवति तत्र लोके व्याधिप्रतिकारे चिकित्सति इति एव प्रसिद्धमस्ति तर्हि येषु रूपेषु सन् प्रत्ययः स्वार्थे अस्ति नाम धातोः मूलार्थः यस्सः एव भवति सन् प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति धातोः विशेषार्थः सन् प्रत्ययः विहितः इति तु उक्तम् किन्तु सन् प्रत्ययस्य स्वस्य अर्थः यत्र भवति सः तु इच्छार्थः यदा चिकीर्षति कर्तुम् इच्छति जिगिमिषति गन्तुम् इच्छति तत्र जुगुप्सते तितीक्षते चिकित्सति एतेषु एषु एतादृश अर्थः कोऽपि नास्ति तत्र प्रत्ययस्य अर्थं प्रत्ययस्य अर्थ अवगमनार्थं सन् प्रत्ययः प्रायेण इच्छार्थे भवति इति उक्तम् उदाहरणमस्ति चिकीर्षति इति कर्तुम् इच्छति जिगिमिषति इति गन्तुम् इच्छति इति अर्थे उदाहरणं किन्तु यत्र जुगुप्सते तितीक्षते चिकित्सति इति विशिष्टधातुतः सन् प्रत्ययं योजयते चेत् इच्छार्थं न भवति किन्तु यदा वार्तिकेन उक्तं तत् तेषाम् अर्थम् एव स्वीकरणीयम् इति एव तत्र विशिष्टम् समीचीनं बहु समीचीनम् अत्र मातुः धातुपाठे पश्यामः चेत् तत्र गुप् गोपने इति धातुः अस्ति 970 इति धातुसङ्ख्या तत्र उक्तमस्ति जुगुप्सते इति रूपं सन् प्रत्ययं योजयित्वा अनन्तरं गोपनं रक्षणम् इत्यस्मिन् अर्थे गोपयति गोपयते इति रूपद्वयम् अस्ति रक्षणे इत्यस्मिन् अर्थे एव तत्र धातुसङ्ख्या अस्ति 970 गुप गोपने इति धातुः तस्य रूपद्वयम् अस्ति गोपयति गोपयते चुरादिगणे रूपद्वयम् अस्ति परन्तु यदा सन् प्रत्ययं तत्र योजयामः चेत् तत्र एकमेव रूपं लभ्यते यतोहि धातोः अनुबन्धकरणं तथा क्रियते अनुबन्ध तत्र पकार उत्तरवर्ति अकारः अनुदात्तः क्रियते येन आत्मनेपदित्वं लभ्यते अनुदात्तनित्त आत्मनेपदम् इति सूत्रेण तिज् निशाने इत्यस्यापि रूपद्वयम् अस्ति तेजयति तेजयते इति रूपद्वयम् अस्ति परन्तु तत्र अनुबन्धकरणं क्रियते तिज् धातोः जकार उत्तरवर्ति अकारः अनुदात्तः क्रियते येन तितिक्षते इति एकमेव रूपं लभ्यते कितनिवासे इति धातोः अपि चुरादिगणे रूपद्वयम् अस्ति केतयति केतयते इति रूपद्वयमस्ति परन्तु तत्र परस्मैपदित्वं प्राप्तुम् अनुबन्धकरणं तथा क्रियते तत्र तकार उत्तरवर्ति अकारः अनुदात्तः नास्ति इदानीम् अनुदात्तः नास्ति इति कृत्वा तत्र उदात्तसंज्ञकः भवति अतः तत्र परस्मैपदित्वं लभ्यते चिकित्सति इति रूपं लभ्यते इदानीं स्पष्टं वा मीना भगिनी अस्तु मीना भगिनी अस्ति वा हरि ओम् अस्ति भगिनि अवगतम् इदानीम् अवगतं भगिनि अस्तु तत्र मातुः पुस्तके पश्यतु स्पष्टतया लिखितमस्ति षोडशतमे सूत्रपाठः सूत्रपाठः वा सूत्रपाठः नास्ति तत्र अस्तु इदानीम् अग्रे तत्र लक्ष्मीभगिनी अग्रे पठतु आं भगिनि अत्र सनन्तानां प्रक्रियावसरे अवसरः नास्ति किन्तु संक्षेपे प्रदर्श्यते गुप् योगसन् सन् संयोजनेन द्वित्वं कुहोश्चुः इत्यनेन तालव्य आदेशः जुगुप् योग स जुगुप्स् इति रूपं सनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा जुगुप्स् इति धातुः कर्त्रार्थे सार्वधातुके परे कर्तृशप् आयाति जुगुप्स् योगशप् जुगुप्सा इति अङ्गं लटि जुगुप्सा योगते जुगुप्सते इति रूपं प्राप्यते इति अत्र उक्तम् लोके जुगुप्सते इति रूपमस्ति तस्य रूपप्राप्तिः कथं भवति इति अत्र उक्तमस्ति यत्र सन् प्रत्ययः युज्यते तस्मिन् अवसरे प्रथमतया गुप् इति गुप् गोप्पने इति धातोः गुप् योग सन् सन् योजनेन द्वित्वं भवति तथा गुप् गुप् इति भवति खलु तत् न उक्तम् अत्र सत्यं ततः परं कुहोश्चुः इत्यनेन तालव्य आदेशः इत्युक्ते अत्र गकारः गकारस्य चवर्ग आदेशः भवति इति चिन्तयामि खलु भगिनि गकारस्य च जकारः अभवत् तथा वा सत्यं हा कुहोश्चुः इत्यनेन गकारस्य स्थाने जकारः भूत्वा जुगुप् पुनः तत्र पकारस्य लोपः तु हलादिशेषः हलादिशेषः इत्यनेन पकारः लुप्यते गुयो गु गुप् इति भवति गु गुप् इत्यत्र कुहोश्चुः इत्यनेन क्षम्यता हा जुगुप् इति भवति जुगुप् योगसन् तत्र नकारः इत् हलन्त्यम् इत्यनेन तस्य लोपः च भूत्वा केवलं स इति अवशिष्यते जुगुप् योगस् इत्यत्र जुगुप् नास्ति सकारः स स हा न तु स इति अवशिष्यते हा सकारः जुगुप् योगसकारः सनाद्यन्ताः क्षम्यतां भगिनि सकारः नास्ति सकारः अनन्तरम् अकारः स इति अवशिष्यते न अकारः शप् इत्यनेन एव प्राप्यते खलु भगिनि न सन् इति प्रत्यये केवलं नकारस्य इत्संज्ञा अस्तु सकारः अकारः अस्तु ओके जुगुप्योगसा इति भवति तत्र जुगुप्सा इति एव भवति वा तत्र जुगुप्सा हा पुनः सनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा प्राप्यते किन्तु अत्र जुगुप्स् इति लिखितमस्ति दोषः अस्ति वा कुत्र लिखितमस्ति जुगुप्स् जुगुप्स जुगुप्स इति लिखितमस्ति खलु अकारः अस्ति खलु जुगुप्स न भवति जुगुप्सा इति वदति आ इति नास्ति केवलम् अस्तु अस्तु जुगुप्स इति धातुः कर्त्रार्थे सार्वधातुके परे अत्र कर्तृशप् इत्यनेन जुगुप्स योगशप् जुगुप्सा इति अङ्गं लटि जुगुप्सा योगते जुगुप्सते इति रूपं प्राप्यते इति अस्ति तत्र योगः शप् कुर्मश्चेत् पुनः आकारः इति न भवति वा तत्र किम् अस्ति सूत्रं किं सूत्रं तत्र कर्तुं शक्यते तत्र किं प्रसक्तं किं बाधितम् अत्र सवर्णदीर्घः बाधितं पूर्वरूपम् एव आयाति इति किमपि अस्ति पूर्वरूपम् अस्ति पररूपं तत्र अतो गुणे इत्यनेन पररूपादेशः अत त्वगुणे इत्यनेन गुणसंज्ञकस्य आदेशः अतः पररूपं भवति. जुगुप्सयोगः शप् इत्यत्र जुगुप्सयोगः शप् इत्यत्र वदतु लक्ष्मी भगिनी. हा जुगुप्सायोगः शप् इत्यत्र अकारः जुगुप्सा इत्यत्रापि अकारः अस्ति. शप् इत्यत्रापि शकारपकारयोः लोपानन्तरम् अकारः एव भवति. तस्मिन् सन्दर्भे अतो गुणे इति सूत्रः आगत्य अतो गुणे इति सूत्रं पूर्वपरयोः स्थाने गुणादेशः एकादेशः भवति इति उक्तम्. तस्मात् द्वयोः स्थाने एकः एव अकारः तिष्ठति. अतः जुगुप्सा इति एव अङ्गं गुणादेशः एव तिष्ठति. अतः जुगुप्सा इति अङ्गं पुनः जुगुप्सायोगते जुगुप्सते इति अन्तिमरूपं सिद्ध्यते. समीचीनं. तत्र सन् गुप्योगः सन् इति स्थितौ द्वित्वं भवति. द्वित्वं भूत्वा तत्र अभ्यासकार्याणि भवन्ति इति इदानीं विषयः नास्ति. इतः अतः पूर्वम् एकवारम् अस्माभिः चर्चितमासीत् कथं भवति इति, परन्तु इदानीं चिन्ता मास्तु तस्मिन् विषये. तत्र गुप् इत्यस्य द्वित्वं भूत्वा गुप् गुप् इति भवति. तदानीं तत्र प्रथमभागः प्रथमगुप् इति भागः गुप् गुप् इति द्वित्वं जातं खलु. तत्र गुप् इति धातोः द्वित्वम्, अतः गुप् गुप् इति द्विवारं भवति धातोः द्वित्वम्. तदनन्तरं तत्र गुप् इति प्रथमभागः, तस्य नाम अस्ति अभ्यासः. प्रथमभागस्य नाम अस्ति अभ्यासः. तर्हि अभ्यासः इति नामकरणमस्ति इति कृत्वा अभ्यासकार्याणि भवन्ति तत्र. गुप् इत्यत्र तत्र आदिमहल्वर्णः एव तिष्ठति. अन्ये हल्वर्णाः लुप्यन्ते. अतः गुप् इति प्रथमभागस्य गकारः उकारः एव तिष्ठति, पकारः अपगच्छति. अतः गुप् इति भवति. इदानीं गु इति भागः अभ्यासः अस्ति. तस्य अभ्यासः इति संज्ञा गु गुप् इत्यत्र गु इति अभ्यासः. गु इत्यस्य तत्र अन्य अभ्यासकार्यं भवति कुहोश्युः इति सूत्रेण कवर्गीयवर्णाः चवर्गीयवर्णाः भवन्ति. अतः गु इति चवर्गस्य तृतीयवर्णः आयाति. जू जुगुप् इति भवति. जुगुप् योगः स जुगुप्स इति रूपं. तदनन्तरं शप् योजनेन जुगुप्सते इति रूपं. तत्र मध्ये जुगुप्सयोगः शप् इत्यत्र अकः सवर्णे दीर्घः इत्यनेन जुगुप्सा इति भवितुमर्हति, परन्तु तत्प्रबाद्य अतो गुणे इत्यनेन अतः जुगुप्स इत्यत्र ह्रस्वकारः अस्ति. तस्य अनन्तरं शप् इत्यत्र अकारः गुणसंज्ञकः अस्ति इति कृत्वा पूर्वपरयोः गुणसंज्ञकवर्णस्य आदेशः. अतः अकारः योगः अकारः द्वयोः स्थाने अकारादेशः. जुगुप्स योगः ते जुगुप्सते इति रूपम्. अस्तु धन्यवादः. परन्तु द्वित्वप्रसङ्गे इदानीं चिन्ता मास्तु, न अवगच्छति चेत् चिन्ता मास्तु. प्रश्नः अस्ति, शप् इति अस्ति कृत्वा सर्वधातुक ऋगधातुकयोः प्रसक्तिः भवति इति एव. तत्र अकारस्य आद्गुणः इति आकारमपि गुण संज्ञकः अस्ति कृत्वा अते गुणसूत्रं कार्यं करोति वा? अदे गुणः वा कुत्र? न, शप् इति गुण अत्र सर्वधातुक ऋगधातुकयोः इति सूत्रे गुणः इति अनुवृत्तिः भवति, किन्तु इगन्ध न इगन्ध इति न उक्तम्. इगन्ध इति न उक्तम्, गुणः एव उक्तम्. तत्र अकार शप शप् अस्य अनुबन्धलोपानन्तरम् आकार एव तिष्ठति. तत्र सर्वधातुक अर्थधातुक इति गुण इति अनुवृत्ति भवति कृत्वा अदे गुण कार्यं करोति, आत् गुणः कार्यं करोति इति गुणसंख्या विधानं भवतु इति कृत्वा. अत्र सार्वधातुक अर्थधातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति खलु? न, तत्र शपायति कृत्वा सर्वधातुक अर्थधातुकयोः इति भवितुमर्हति. न, इगन्तम् अङ्गम् अस्ति चेदेव सार्वधातुक अर्थधातुकयोः इत्यस्य तदेव मम प्रश्नं तत्र इगन्ध इति कुत्रापि न उक्तं किन्तु सर्वदा तदर्थं न तदर्थमेव तत्र इको गुणवृद्धि इति सूत्रमस्ति खलु परिभाषासूत्रं तदायाति इकः इको गुणवृद्धि इति सूत्रेण यत्र यत्र गुणः इति उक्तं तत्र स्पष्टतया न ज्ञायते कस्य गुणः इति न ज्ञायते चेत् इकः इति पदम् आयाति इकः गुणः तर्हि इगन्त अङ्गस्य एव गुणः केन कारणेन अकारस्य गुणसंज्ञा दत्तं तदनन्तरम् इकः एव गुणं भवतु इति कृत्वा अस्ति चेत् अकारस्य गुणसंज्ञा केन कारणेन कृतम् न अकारस्य तत्र गुणसंज्ञकः इति भिन्नवार्ता अस्ति खलु गुणसंज्ञा कस्य तत्र कस्य कस्य गुणसंज्ञा भवति इति चेत् अकारः एकारः ओकारः इति अदेङ्गुणः इति सूत्रेण उक्तं संज्ञासूत्रेण उक्तं कस्य गुणसंज्ञा भवति इति अस्तु इदानीं प्रश्नः कः मम प्रश्नः गुण इति अदेङ्गुणः इति गुणसंज्ञा कृतं तत्र गुण इको गुणवृत्ति इति परिभाषा अस्ति तत् समीचीनमेव किन्तु अत्र गुणान् सर्वधातुक अर्गधातुकयो इति गुण इति अनुबन्ध अनुवृत्तिरूपेण यद् आयाति तत्र अकारस्य अपि गुणसंज्ञक आकारस्य स्थापनं भवितुम् अर्ह भवतु इति कृत्वा आद्गुणः इति सूत्रम् आयाति वा इति मम प्रश्नः आद्गुणः इति सूत्रं तु अवर्णात् अचिपरे इत्यनेन तत्र अवर्णात् इकि परे फलितार्थः तदेव खलु अवर्णस्य अनन्तरम् इक् वर्णः अस्ति चेदेव गुणः गुणसन्धिः भवति खलु अत्र अवर्णस्य अनन्तरम् अकारः एव अस्ति औट् आफ् द वे क्वश्चन् बिकास् अतो गुणः इति गुणसंज्ञक अपररूपम् आयाति इति भगिनी अत उक्तं न पूर्वम् अपि अकारम् अस्ति परमपि अकारम् अस्ति किन्तु अकार गुणरूपी अकारस्य स्थापनं भवितुम् अर्हति इति कृत्वा इति गुणः इति इत्युक्ते भवान् वक्तुमिच्छति पूर्वगुणसंज्ञकवर्णः किमर्थं नास्ति इति वा आम् आम् तदेव मम पूर्वमपि गुणवन्यासं भवितुम् अर्हति परमपि गुणवर्णः केन कारणेन पररूपादेशः भवति इति एव इति तत्र इति एव प्रश्नः समीचीनम् इदानीमेव पृष्टं मया प्रश्नः अस्तु तत्र जुगुप्सयोगः अ इत्यत्र तत्र अतो गुणे इति सूत्रम् इदानीम् अत्र करपत्रे अस्ति वा कुत्रचित् अस्ति चेत् तत्र सम्यक्तया प्रदर्शयितुं शक्नोमि अतो गुणे इति सूत्रं करपत्रे अस्ति अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति अस्मिन् प्रसङ्गे पूर्वपरयोः परं भवतु या पूर्वं भवतु रूपं तु समानं परन्तु अन्यस्मिन् सन्दर्भे पश्यति चेत् भिन्नभिन्नरूपाणि आयान्ति इदानीं पठ योगः अ योगः अन्ति ओ तत्रापि समानं तत्रापि अस्ति तत्रापि समानमेव सूत्रे स्पष्टतया लिखितं पररूप एकादेशः इति लिखितं खलु पररूपादेशः इति लिखितं पररूप अपदान्तात् गुणे मम प्रश्न पररूपस्य गुणसंज्ञक कथं स्थापयितुं शक्यते इति अकार योग अकार इति भवति चेत् पररूप आयाति इति सम्यक् किन्तु पररूपस्य गुणसंज्ञा केन कारणेन भवति इति न स्पष्टम् न इदानीम् आयोग ए इति भवति चेत् तत्र ए एव तिष्ठति गुण एव पश्यतु लभ अपि गुण एव खलु अपि गुणः इति अस्ति खलु अतः एव महोदयस्य प्रश्नः अ इति पूर्वमपि गुणः अस्ति परमपि गुणम् अस्ति अतः किमर्थं ये एव तिष्ठति इति चेत् इति सूत्रे स्पष्टतया उक्तं पररूपादेशः इति उक्तं तावदेव भगिनि एक अत्र पश्यतु अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपम् इति स्पष्टतया उक्तं पररूपम् इति स्पष्टतया उक्तं तत्र मया तत्र किमर्थं तत्र गुणसंज्ञकः पररूपम् इति अस्ति पररूपगुणसंज्ञकादेशः इति द्वयमपि मिलित्वा मया चिन्तितं यतोहि तत्र न स्मर्तव्यं यद् गुणसंज्ञकः अपि भवेत् पररूपमपि भवेत् इति तद् न स्मर्तव्यम् इति कृत्वा मया तथा उक्तं तावदेव. पूर्वस्वरः इक् अस्ति चेत् सार्वधातुकर्धधातुयोः बाधितं भवति. अत्र इक् नास्ति खलु, जुगुप्स इत्यत्र इक् एव नास्ति खलु. अतः चिन्तनमेव न कार्यं सार्वधातुकार्धधातुकयोः इति सूत्रस्य चिन्तनमेव न कार्यं, यतोहि इगन्तम् अङ्गं नास्ति. अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः एव अत्र नास्ति, अतः तस्य चिन्तनं न कार्यम् इदानीम्. अतो गुणे इति सूत्रस्य प्रश्नः तु समीचीनः प्रश्नः. तथा च भगिनी, अत्र गुणः अतो गुण इत्यत्र गुणसंज्ञकाः सन्ति, सार्वधातुकार्धधातुकयोः इत्यत्र गुणकार्यमस्ति इति अपि भिन्नवार्ता अस्ति खलु. तत्र अङ्गकार्यमस्ति, परन्तु तत्रापि गुणः इत्यनेन सह एव अर्थः. गुणः यत्र कुत्रापि अष्टाध्यायम् इत्युक्ते अदेङ्गुणः इत्येव सूत्रम्. गुणः खलु सर्वधातुकार्थधातुकयोः इत्यत्र एकः स्थाने गुणः ईकारस्य एकारः तथा एव. तत्तु अस्ति, परन्तु गुणः इति शब्दस्य कः अर्थः? पूर्णव्याकरणे यत्र कुत्रापि गुणः इति वदति चेत् अ ए ओ ए एतेषाम् एव गुणसंज्ञा अस्ति. गुणसंज्ञकाः सत्यं. अतः तत् न परिवर्तते, परन्तु कस्य गुणः भवति इति भिन्नवार्ता अस्ति. अत्र तु अतो गुणे इत्यत्र तु तत्र पररूपादेशः, पररूपं यः गुणसंज्ञकः अस्ति तस्य आदेशः. यद्यपि सूत्रे गुणसंज्ञकः पररूपम् इति न उक्तं, तथापि अस्माकं मनसि भवतु इति कृत्वा परसंज्ञकवर्णः यः अस्ति सः गुणसंज्ञकः अपि भवेत् तदानीमेव आदेशः भवति. गुणे परे इत्येव अतो गुणे परे इत्येव गुणे परे इति उक्तं खलु, तत्र पररूपं यः गुणसंज्ञकः अस्ति गुणे परे इति उक्तत्वात्. अस्तु अग्रे गच्छेम इदानीं. अग्रे तत्र विजयलक्ष्मी भगिनी अग्रे पठतु. आं भगिनि, जुगुप्सति मान् बद्ध दान् शान् भ्यो दीर्घश्चाभ्यासस्य मानपूजायां बधबन्धने दान अवखण्डने शान अवतेजने इत्येभ्यः धातुभ्यः सन् प्रत्ययः भवति. अभ्यासस्य च इकारस्य दीर्घादेशो भवति. अत्र सन् प्रत्ययः स्वार्थे नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति. मान् च बधश्च दान च शान च तेषाम् इतरेतरद्वन्द्वः मान् बध दान् दान् शानः. किमर्थं दान् शानः दान इति अत्र अस्ति? दोषः वा भगिनि? किं सूत्रं तथा एव अस्ति. दान् शान् इति अस्ति, परन्तु अत्र दान अवखण्डने इति अनुबन्धरहितम् उक्तमस्ति सूत्रे. सूत्रे अनुबन्धरहितम् उक्तमस्ति. मान के बद इत्यत्र तु सम्पूर्णतया उक्तमस्ति, दान शान इत्यत्र तु अनुबन्धरहितम्. मान् च बधश्च दान च शान च तेषाम् इतरेतरद्वन्द्वः मान् बध दान् शानः तेभ्यः मान् बध दान् शान्भ्यः मान् बध दान् शान्भ्यः पञ्चम्यन्तं दीर्घः प्रथमान्तं च अव्ययम् अभ्यासस्य षष्ट्यन्तम् अनेकपदम् इदं सूत्रं गुप्तिज्किद्भ्यः सन् इत्यस्मात् सन् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं मान् बध दान् शान्भ्यः सन् सन् सन् वा सनः किं तद् भगिनि? ओ सन् सन् सन् सन् दीर्घः च अभ्यासस्य. अत्र मान् बध् दान शान इति चत्वारः धातवः सन्ति. एतेषाम् इतरेतर द्वन्द्वः कृत्वा मान् बध दान् शानः इति रूपं सिद्ध्यति. सारि, तेभ्यः मान् बध दान् शान् इत्येतेषां द्वन्द्वः कृत्वा मान् बध दान् शानभ्यः इति रूपं सिद्ध्यति. मान् बध दान् शान्भ्यः इति पञ्चम्यन्तं, दीर्घः इति प्रथमान्तं सूत्रे, च इति अव्ययम्, अभ्यासस्य इति षष्ट्यन्तम्, अनेकपदं सूत्रमस्ति. गुप्तिच्किद्भ्यः सन् इति सूत्रेण सन् इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं मान् बध दान् शान्भ्यः सन् दीर्घः च अभ्यासस्य इति सम्पूर्णसूत्रम् अत्र. एतेषामपि सन् योजनेन अभ्यासस्य दीर्घः भवति इति सूत्रं वदति. अग्रे पठामि वा भगिनि? बहु समीचीनं भगिनि, धन्यवादः. इदानीं तत्र अत्र पश्यतु, मान बद दान शान्भ्य इति तत्र चत्वारः धातवः. अत्र एकं कार्यं तु सन् प्रत्ययस्य विधानम्, अत्रापि विशेषार्थे एव सन् प्रत्ययः, यथा पूर्वस्मिन् सूत्रे अत्रापि विशेषार्थे एव सन् प्रत्ययः. एकं कार्यं तु एतेभ्यः धातुभ्यः सन् प्रत्ययः विधीयते, परन्तु सन् प्रत्ययस्य विशिष्टः अर्थः नास्ति, केवलं धातोः एव विशिष्टः अर्थः. सन् प्रत्ययस्य विधानमपि भवति अनेन एव सूत्रेण, अपि च अभ्यासस्य दीर्घत्वम् इति यथा पूर्वं मया उक्तं, धातोः यदा द्वित्वं भवति तत्र प्रथमभागस्य अभ्यासः इति संज्ञा भवति. तर्हि तत्र अभ्यासः इति संज्ञायाः प्रयोजनं किम् इति चेत् एतादृशकार्यं वक्तुं शक्यते. अभ्यासस्य दीर्घत्वम् इत्युक्ते अभ्यासे अच्वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति सूत्रे एव उक्तमस्ति. अस्तु, तत्र सूर्यकुमारी भगिनी वदति वा सूत्रार्थः कः इति? भगिनि, अभ्यासस्य प्रथमभागः अभ्याससंज्ञा भवति. यः स्वरः अस्ति चेत् स्वरस्य दीर्घत्वं भवति, अभ्यासस्य भागस्य स्वरः दीर्घं भवति. अपि च अनेन सूत्रेण अन्यत् कार्यं कृते योग्ये योजित एव दीर्घत्वं भवति. समीचीनं समीचीनं. तर्हि तत्र धातोः सन् प्रत्ययस्य कः अर्थः? सन् प्रत्यय विशिष्ट अर्धधातुतः सन् प्रत्यय आयाति, द्वित्वं भवति. समीचीनं. सन् प्रत्ययस्य अर्थः अस्ति वा? सनादि सन् अन्तप्रत्यय सनादि सनादिप्रत्ययः द्वादश सन्ति, एकं सन् अस्ति. सन्नाम सन् प्रत्ययस्य अर्थः अस्ति वा अत्र? इच्छार्थे अस्ति वा सन् प्रत्ययः अत्र? स्वार्थे अस्ति महाभगिनि. हा, स्वार्थे अस्ति, समीचीनम्. इत्युक्ते प्रत्ययस्य विशेषः अर्थः नास्ति अत्रापि, यथा पूर्वस्मिन् सूत्रे उक्तं तथैव अत्रापि सन् प्रत्ययस्य विशेषः अर्थः नास्ति, केवलं धातोः विशिष्टार्थे विशिष्टार्थे सन् प्रत्ययः भवति. अपि च अन्यत् अपि कार्यमस्ति, यदा सन् प्रत्ययः आयाति तदानीं द्वित्वं जायते, द्वित्वं भवति चेत् तत्र प्रथमभागस्य अभ्यासः इति संज्ञा, तस्य दीर्घत्वमपि भवति अनेन सूत्रेण एव. अस्तु, समीचीनं, धन्यवादः भगिनी. इदानीम् उषा भगिनी अग्रे पठतु. आं भगिनि, पूर्वोभ्यासः इत्यनेन द्वित्वे सति प्रथमभागस्य अभ्याससंज्ञा भवति. सन् यतः इत्यनेन सन् प्रत्यये परे अभ्यासस्य ह्रस्व अकारस्य स्थाने इकार आदेशः भवति. पूर्वं पठितवन्तः मान् बद दान् छान्द्यः सन् दीर्घः च अभ्यासस्य मान् बद दान् शान् धातोः कृते सन्प्रत्ययः विधीयते. सन्प्रत्ययः विधीयते चेत् द्वित्वं भवति. द्वित्वम् अनन्तरं प्रथमभागस्य पूर्वो अभ्यासः इत्यनेन प्रथमभागस्य अभ्याससंज्ञा भवति. प्रथमभागम् अचवर्णः अस्ति चेत् प्रथमभागस्य दीर्घत्वं भवति इति पठितवन्तः. दीर्घः च अभ्यासस्य इत्यनेन पूर्वोऽभ्यासः इत्यनेन पूर्वभागम् अभ्याससंज्ञा भवति. प्रथमभागं धातोः प्रथमभागम् अभ्याससंज्ञा भवति. मान् इति धातुं स्वीकृत्य वदतु, द्वित्वं भवति चेत् किं भवति? मान् इति चेत् मान् इति भवति. सूत्र हलादिशेषः इत्यनेन नकारलोपः भवति. तस्मात् पूर्वम् इदानीं मान् धातुतः सन् प्रत्ययः विधीयते. इदानीं द्वित्वं करोतु. द्वित्वं मान् देन् दीर्घः च अभ्यासस्य प्रथमभागं मा आल्रेडि मा भवति भगिनि. आकारः दीर्घः सो मान् कृते न तस्मात् पूर्वं क्षम्यतां भगिनि, अत्र मान् इति उक्तवती, मान् इति उक्तवती. तर्हि तत्र मान् इति प्रथमभागस्य अभ्याससंज्ञा अस्ति इति वक्तव्यं. पूर्वोऽभ्यासः इत्यनेन प्रथमभागः मान् इति भागः, तस्य अभ्याससंज्ञा खलु? आं भगिनि, अभ्याससंज्ञा. तदनन्तरं किं भवति? मान् बद दान् शान् व्यो दीर्घश्च अभ्यासस्य इत्यनेन दीर्घत्वं भवति. अभ्यासस्य दीर्घत्वं भवति. प्रथममान् देर् अभ्यासस्य इस् प्रथमभाग दीर्घः. आल्रेडि इट् इस् दीर्घः. भवतु, तेन किमपि नास्ति. दीर्घः भवति चेत् पुनः दीर्घत्वमेव दीर्घत्वमेव. सो मान् एव भवति. न अत्र किं चिन्तनीयम् इति चेत् मा इदानीं मान् इति अस्ति. तत्र प्रथम तत्र हलादिशेषः इत्यनेन मा इति अवशिष्यते. मांस इति भवति. मांस इदानीं तत्र किम् उक्तम् इति चेत् सन्यतः इति सूत्रेण अभ्यासस्य ह्रस्व अकारस्य स्थाने इकार आदेशः. इदानीं तत्र मा इति अभ्यासः पूर्वभागस्य अभ्याससंज्ञा अस्ति. मा इति अस्ति तत्र हलादिशेषः सर्वं कृत्वा मा इति अस्ति. तत्र ह्रस्वः इति अन्यत् सूत्रमस्ति अभ्यासकार्यं. तर्हि ह्रस्वः भवति, म इति भवति. इदानीं सन्यतः इति सूत्रेण सस्वकारस्य स्थाने इकारादेशः भवति. अतः मी मांस इति भवति. तदनन्तरं तत्र मानवददानशान्व्योश्च इति सूत्रेण दीर्घत्वं भवति. मी मांसा पूर्वमीमांसा उत्तरमीमांसा. अतः एव अस्मात् धातुतः एव मीमांसा इत्युक्ते हलादिशेषः इति सूत्रं न दत्तम् अत्र भगिनि. यतोहि अत्र द्वित्वकार्यम् इति विषयः नास्ति इति कृत्वा प्रक्रिया किमपि न उक्तम् अत्र. अहमेवमेव वदामि अत्र. इदानीं न अवगम्यते चेत् चिन्ता मास्तु. अत्र प्रक्रिया इति विषयः नास्ति इति कृत्वा अत्र न उक्तं. परन्तु तत्र तद् सम्यक्तया अवगमनार्थं केन सूत्रेण द्वित्वं भवति, कथं द्वित्वं भवति, तत्र अभ्यासकार्याणि कानि, सर्वाणि तत्र ज्ञातव्यानि भवन्ति. तत्सर्वं जुहोत्यादिगणे वयं पठिष्यामः. अतः अत्र न उक्तम् भगिनी. भवती षोडशपृष्ठे गुप् तिज् कित् एतत् सर्वम् अस्ति इति उक्तवती खलु. तद् कथम् अन्विष्य उक्तवती भगिनी? अन्ते लिस्ट् अस्ति वा? हा अस्ति, अन्ते लिस्ट् अस्ति, तावदेव, अन्ते लिस्ट् अस्ति, सर्वेषां धातूनां लिस्ट् अस्ति, अपि च धातुसङ्ख्या अपि अस्ति. एकवारं मया पूर्वं पाठितमासीत् कथं द्रष्टव्यम् इति. सम्यक् सर्वदा आन्लैन् धातुः उल्लेखितः तदेव. हा अस्ति अस्ति, तत्र धातोः धातोः अनन्तरं तत्र संज्ञा, तत्र संख्या अस्ति, तत्तु तत्तु तत्र धातुसङ्ख्या अस्ति. तत्र क्रमाङ्कः इति यः सङ्ख्या अस्ति पुस्तकेषु, पुस्तके पुस्तकपृष्ठेषु क्रमाङ्कः इति अस्ति खलु, तत्र तस्य सङ्ख्या एव उक्तमस्ति अन्ते. अवगतं वा? हा हा अवगतम्. हा इति अस्ति, अस्तु. अनन्तरम् अत्र अग्रे अग्रे गच्छामः. भवत स्पष्टं वा? आं भगिनि, भगिनी धन्यवादः. इदानीम् अन्य कोऽपि पठतु, समयः नास्ति. तत्र विनयकुमार् महोदय अग्रे पठति वा? पठितुमिच्छति वा विनयकुमार् महोदय? अस्तु, उमा भगिनी पठतु. उमा भगिनी अस्ति वा? अस्मि. अस्तु, पठतु. हलो, गुप् धातुः न, एतैः वार्तिकैः, एतैः वार्तिकैः. सन्यतः इति सूत्रस्य अनन्तरं हलो, सन्यतः पूर्वाभ्यासः सन्यतः इत्यस्य अनन्तरम् एतैः वार्तिकैः. एतैः वार्तिकैः बुद्धं यत् येषां त्रयाणां धातूनां चतुर्णां धातूनां न उपरि भवति, उपरि पठन्ति अस्ति अग्रे. तत्र मान, इदानीं सूत्रं किम् अस्ति? मानबदधानशान्भ्यो दीर्घश्चाभ्यासस्य इति सूत्रं खलु. अस्तु, अनन्तरं पठतु भगिनि. इदानीं पमेला भगिनी पठतु. न भगिनि, सूत्रं जातं, तत् सूत्रं जातं, पूर्वाभ्यासः इति अपि जातं, सन्यतः इति अपि जातम्. अग्रे एतैः वार्तिकैः बुद्धं यत्, एतैः वार्तिकैः बुद्धं यत् येषां चतुर्णां धातूनाम् अर्थविशेषे एव सन् प्रत्ययः विधीयते वार्तिकं, माने जिज्ञासायां वार्तिकं, मध्ये चित्तविकारे बधि चित्तविकारे वार्तिक दाने दाने राजर्गे राजरे दाने राजरे वार्तिकं शाने शाने निशाने अग्रे पठतु. मान मानपूजायां टु आनर् मानयति चुरादौ जिज्ञासाया जिज्ञासायां टु इन्वेस्टिगेट् इत्यस्मिन् अस्ते मीमांसते भादौ बधबन्धने टु बैण्ड् बाधयति बाधयते चुरादौ चित्तविकारे टु लोट् इत्यस्मिन् अस्ते बिभीषते भादौ वार्तिकं माने जिज्ञासायाम् इत्र मान बध वार्तिकं दानी राजवे राजवे वार्तिकं स्थाने सो वार्तिकं माने माने मान् दातु देन् बध दातु देन् दान् दातु अण्ड् देन् शान् दातु सो देर् आर् फोर् धातु अत्र वार्तिकमपि दत्तं मानपूजायां बध चित्तविकारे देन् दान अवखण्डने देन् शान अवसेजने एतावता चतुर्थ चतुर्थधातवः अपि स्पेशल् मीनिङ्ग् अस्ति अत्र वार्तिकरूपेण समीचीनम् इत्युक्ते तत्र इदानीं तत्र इदानीम् अत्रापि पुनः वार्तिकानि सन्ति तत्र विशेषार्थं वक्तुं वार्तिकानि सन्ति अतः एते एतेषु तत्र मानबददानशान् एतेषां धातूनां विशेषार्थे मानधातोः सामान्यार्थः पूजायां परन्तु अत्र तु जिज्ञासायाम् इत्यस्मिन् अर्थे सन् प्रत्ययः विद्यते बदधातोः चित्तविकारे इति विशेषार्थे सन् प्रत्ययः भवति दान इत्यत्र आर्जवे अथवा स्पष्टीकरणम् इति स्ट्रैटन् इत्यस्मिन् अर्थे सन् प्रत्ययः शान इत्यत्र शाने निशाने इत्युक्ते तीक्ष्णीकरणम् इत्यस्मिन् अर्थे सन् प्रत्ययः भवति अतः एव मीमांसते बिभत्सते विदांसति शिशांसति इत्यादीनि रूपाणि भवन्ति अवगतं वा कोऽपि प्रश्नः अस्ति वा अत्र अस्तु अग्रे पमेला भगिनी अग्रिमं पठति वा आयप्रत्ययः आयप्रत्ययः गुप् रक्षणे गुप् धूप् सन्तापे धूप् पणव्यवहारे पण पण स्तुतौ पण इति प्रत्यय अत्र अस्मिन् अर्थे आय् प्रत्यय विधीयते अग्रे पठामि वा अग्रे सूत्र पठतः पठतु गुपु दुपु विच्छि पणि पणिभ्यः आय् गुपु दुप विच्छ पण पन एतेभ्यः धातुभ्यः आय् प्रत्ययो भवति स्वार्थे गुपुश्च दुपश्च विच्छिश्च पणिश्च पणिश्च तेषाम् इतरेतरद्वन्द्वः गुपु दुपु विचि पणि पणय पणय तेभ्यः गुपु दुपु विचि पणि पणिभ्यः गुपु दुपु विचि पणि पणिभ्यः पञ्चम्यान्तम् आयः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादि क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुपु दुप विच् पणि पणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च अत्र अन्यत् विशिष्टसूत्रमस्ति यत्र आय् इति प्रत्ययः चतुर्णां धातूनां चतुर्भ्य धातुभ्य विधीयते तत् आय् अपि तस्य विशिष्ट अर्थ नास्ति किन्तु केवलं स्वार्थे इत्युक्ते धातोः अर्थे एव तस्य अर्थ इति मन्ये तर्हि कुपु दुपु विचि विचि पणि पणिभ्यः धातुभ्यः आय् पञ्चम्यन्तं तत्र अस्मात् विद्यते अपि च तत् प्रत्यय परा अस्ति इति तदेव तावदेव भगिनि तावदेव तत्र यथा पूर्वं सन् प्रत्ययः अस्ति एवमेव आय आय इति प्रत्ययः सनादिप्रत्ययेषु अन्यतमः अस्ति, द्वादशसनादिप्रत्ययेषु अन्यतमः, आयप्रत्ययस्य योजनेन धातुत्वं नूतनधातुत्वं लभ्यते. तर्हि तत्र आयप्रत्ययस्य अर्थः अस्ति वा इति चेत् तत्रापि अर्थः नास्ति, आयप्रत्ययस्य अर्थः नास्ति, केवलं रूपसिद्ध्यर्थं तत्र धातोः एव अर्थः, यः अर्थः सः एव अर्थः लभ्यते यथा पूर्वम्. अत एव तत्र केवलं रूपसिद्ध्यर्थमेव आयप्रत्ययस्य योजनं, तावदेव, अन्यत् किमपि नास्ति. अत्र परिगणितधातवः अपि उल्लिखिताः सन्ति सूत्रे. अस्तु, समयः अपि अतीतः, अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति चेत् वदन्तु. यदि सन्निच्छायाम् इति, यदि सन्निच्छायाम् इति तत्र आय इति अपि अर्थम् अस्ति वा? आयप्रत्ययः सर्वदा भवति, एतेभ्यः धातुभ्यः आयप्रत्ययः सर्वदा भवति, तदनन्तरमेव सन्प्रत्ययं कर्तुं शक्नुमः. इच्छार्थे कर्तुम् इच्छामः चेत् प्रथमम् आयप्रत्ययः आयाति. अस्तु अस्तु, अवगतम्. कोऽपि विशिष्ट अर्थः नास्ति वा आयप्रत्ययस्य? नास्ति, आयप्रत्ययस्य नास्ति, स्वार्थे अस्ति इति उक्तं खलु, आयप्रत्ययः भवति स्वार्थे. आदिर्येषाम्. अस्तु अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः. नमस्ते. धन्यवादः. धन्यवादः.